आपः पुनन्तु पृथिवीम् पृथिवी पूता पुनातु माम् पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् यदुच्छिष्टमभोज्यम् यत्त्वा दुश्चरितम् मम सर्वम् पुनन्तु मा पापो सताम् च प्रतिग्रहग्रः स्वाहा अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् यदह्ना पापमकारिषम् मनसा वाचा हस्ताभ्याम् पद्भ्यामुदरेण शिष्या अहस्तदवलुम्पतु यत्किञ्च दुरितम् मयि इदमहम् माममृतजोनौ सत्ये ज्योतिषि जुहोमि स्वाहा सूर्यश्च मामन्युश्च मन्युपतजश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् यद्रात्रिजा पापमकारिषम् मनसा वाचा हस्ताभ्याम् पद्भ्यामुदरेण शिष्या रात्रिस्तदवलुम्पतु यत्किञ्च दुरितम् मजे इदमहम् मामृतजोतौ सूर्ये ज्योतिषि जुहोमि स्वाहा।